करः तर्हि लुट्लकरः इति करपत्रं प्रवर्तते। गतसप्ताहे स्थलद्वये दोषे सति सर्वत्र समीकरणीयम् इत्यस्मिन् परिच्छेदं वयं पठितवन्तः। अग्रे तु परस्मैपदीसंज्ञकतिङ्प्रत्ययसिद्धिः इति भवति, तर्हि पठामः इति मणिमहोदय पठितुमिच्छति वा महोदय? Bhagini, what was the discussion before? एतावत् पर्यन्तं यत् वयं पठितवन्तः तस्मिन् विषये चर्चयति परस्मैपदीसमीकतिङ्प्रत्ययसिद्धिः तास्यः अस्ति लुटः प्रथमस्य डारौ रसः स्थाने डा आदेशः तास्यः डा चिटु इत्यनेन डकारस्य संज्ञा लोपश्च तास्यः अ तेः इत्यनेन दास् प्रत्ययस्य दित् प्रत्यये टि भागलोपः स्यात् किन्तु धातोः वा सम्यक् न भवति। अत्र टि विभागयोः लोपयोः लोपो न भवति चेत् डा प्रत्ययस्य डित्वं निष्प्रयोजनम् इति कृत्वा डित् सामर्थ्यात् एः इत्यनेन दास् प्रत्ययस्य टि भाग लोपः तयोः ता इति रूपं भवति। अत्र प्रथमपदीधातूनां तिङ्प्रत्यय प्रथमपुरुषे एकवचने लुटः प्रथमस्य डारो रसः इति सूत्रेण लुट् लकारे डा आदेशः अतः प्रत्यय सास् विकर्णप्रत्ययः योग लकारप्रत्ययः डा अतः चुटु इत्यनेन डकारस्य लोपः भवति तास् योः टेः इत्यस्य तास् इत्यस्य टिबाः अत्र आस् इति अतः अत्र लोपो भूत्वा त योः आ ता इति रूपं भवति, परन्तु बसमिकः न भवति इति अत्र दत्तं महोदय। किमर्थं महोदय प्रत्ययः डा इत्यस्य चुटुसूत्रेण लोपस्य अनन्तरम् आकारः एव तिष्ठति, अजन्तानां यजन्तानां यचीबम् इत्यनेन प्रत्ययं स्वरूपम् अस्ति बसमिक, अत्र बसमिक इति न भवति इति किमर्थम् उक्तम् अत्र? महोदय इति यथा तस्मिन् क्षेत्रे न आगच्छति, अपि दत्त्वं यत् अस्ति तस्य संज्ञा भवति तत् एव टी भागस्य लोप टेः इति तस्य भवति, तस्य दत्त्वम् इति सामर्थ्यात् टी भागस्य लोपः भवितुं शक्नोति इति टेः कार्यं भवति। अस्तु यचिबं सूत्रं प्रसक्ति नास्ति अत्र, परन्तु नित्य नित्यसामर्थ्यात् अत्र भवति इति चेत् अत्र भागलोपः इति सूत्रस्य कारणं भवति इति भागस्य लोप भागस्य लोप अत्र बसमेक अस्ति वा नास्ति वा? बस महोदय उक्तवान् बसंज्ञा कल्पयामः किन्तु बसंज्ञा नास्ति इति, बसंज्ञा इव कार्यं करोति बसंज्ञा केवलम् इति कल्पयं भावितव्यं किन्तु इति नास्ति तत्र बसंज्ञा। अस्तु धन्यवादः इति महोदयस्य शैली अस्ति द्वित्वस्य सामर्थ्यात् बहसंज्ञा अस्ति कल्पयामः अतः ते सूत्रस्य आधारेण टि भागस्य लोपः भवति तास् इति प्रत्यये सो आस् इति तस्य टि भाग अस्ति अचोचन् अचोध्यान्ति टि इति अस्ति साधु सूत्रेण अन्तिम अच वर्णस्य अनन्तरं ये वर्णाः सन्ति तेषां लोपः भवति सो आस् इति तस्य लोपः भवति अत्र केवलं त एव अवशिष्यते। कल्पयामः इत्युक्ते स्वीकरणीयं वा? इट्स् लैक् वर्क्स् लैक् भसंज्ञा किन्तु इट् इस् नाट् अ भसंज्ञा. धन्यवादः. भसमिकस्य अङ्गस्य टि भागस्य डित् प्रत्ययपरे लोपो भवति. टेः इत्यनेन यदा भासमिक अस्ति तदस्परं दित्तमस्ति डि अस्ति चेत् टि भागस्य लोपो भवति इति. यदा तास् स्थाने आस् लोपो भवति तदा बहुषु क्षेत्रेषु भवति टि भागः. प्रातिपदकं यदि अस्ति तत्र अपि भवति, न केवलं तिङ् प्रत्यय प्रति, यु नो, तत् इति सः उक्तवान्. सर्वनामसन समेकः प्रत्ययान् अतिरिच्य सुप्रत्ययात् आरभ्य कप् प्रति प्रत्ययपर्यन्तं ये प्रत्ययाः यकारादयः अजादयः च येषु कश्चन परे अस्ति चेत् पूर्वतनशब्दस्वरूपस्य बहुसमीकः भवति. याच्च अच्च यच् समाहारद्वन्द्वः तस्मिन् यचि यचि सप्तम्यन्तं बं प्रथमान्तं दीर्घं सूत्रम् स्वादिषु आसर्वस्थाने सर्वनामस्थाने इत्यस्य पूर्णतया अनुवृत्तिः अनुवृत्तिसहितसूत्रं स्वादिषु असर्वणस्थाने यच्छिपम् सूत्रं वदति यदा प्रत्ययः असर्वणस्थाने सुप्रत्ययसारभ्य कप् प्रत्ययपर्यन्तं यदा प्रत्ययः यकारादयः वा अथवा अजादिप्रत्ययः वा अस्ति चेत् तस्य पूर्वं स्थितः शब्दरूपं बहुसम्यक् भवति इति. अनन्तरं स्वादिषु सर्वणस्थाने पूर्णतया अनुवृत्ति स्वादिषु आसर्वणस्थाने यचिबम् इति पूर्णतया अनुवृत्तिसूत्रं तदेव समान अर्थः एव आसर्वणस्थाने कप् प्रत्ययन्तं परम् अन्तु किं बह यदा यकारः अजादिप्रत्ययः अस्ति चेत् अत्र पूर्वतनशब्दस्य बम् असमीकः भवति इति. महोदय आम् महोदय, चिबम् इत्यनेन तर्हि सर्वनामस्थानम् इति पूर्वं वयं पठितवन्तः खलु, पुल्लिङ्गे स्त्रीलिङ्गे स्थलानि स्थानानि नपुंसकलिङ्गे बहुवचन प्रथमाविभक्ति द्वितीयाविभक्ति बहुवचने सर्वनामस्थानम् इति भवति. किन्तु अत्र किम् उक्तमस्ति असर्वनामस्थाने इति उक्तमस्ति, इत्युक्ते पञ्च पुल्लिङ्गे स्त्रीलिङ्गे स्थलान् विहाय अन्यत्र सर्वत्रापि यत्र यत्र किम् अस्ति तत्र यकारादयः अजादयः च सन्ति चेत् उदाहरणार्थम् आभ्याम् इति अस्ति, तत्र आ इति आरम्भं भवति खलु, आभ्याम् इति यः द्विवचनप्रत्ययः भवति तत्तु उभसंज्ञकः अस्ति खलु, तादृश प्रत्ययः अपि तथा एव. यदि इकारादिप्रत्ययः अस्ति चेत् तदपि भगिनि यकार अकारादिप्रत्ययः अनुबन्धलोपानन्तरं स्वीकर्तव्यं तत् किं भगिनि अनुबन्धलोपानन्तरं यकार अकारान्त तत् अस्तु. अस्तु भगिनि, एकनिमिष थास् योगः थस् लुटः प्रथमस्य दारो रसः इत्यनेन थास् योगः रौ तत्तु इत्यनेन तास् प्रत्ययस्य सकारलोपः अत्र स्तः तत् द्वितीय द्वितीय न द्विवचने अत्र सकारस्य लोपः भवति तास् योगः राव् रीक्षा इत्यनेन तास् प्रति अस्य सकारस्य लोपः भवति लुटः प्रथमस्य दारौ रथ इत्यनेन तत्स्थाने रौ आगच्छति रीक्षा तास् प्रत्ययस्य सकारस्य लोपो भवति रेफादौ प्रत्यये परे सप्तम्यन्तं च अव्ययम् च अव्ययपदं द्विपदमिदं सूत्रं तासस्त्योर्लोपः इत्यस्मात् तासः लोपः इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं तासः अङ्गस्य रि लोपः तासः अङ्गस्य रि लोपः तत्र सकारस्य लोपः न आम् भगिनि सकारस्य लोपः एव भवति तत्र किमर्थं कथम् आगच्छति रेफे परे इति रेफे परे सप्तमी अस्ति अत्र अनुवृत्तिः सः इत्यपि अनुवृत्तिः आगच्छति सम्यक् नास्ति इति मन्ये तासः अङ्गस्य सः लोपः भवति तदेव न समीचीनम् अग्रेपि पठति वा अङ्गस्य अग्रे तास् योगः जि लुटः प्रथमस्य दारौ रसः इत्यनेन रस् आगच्छति जि स्थाने रस् आदेशः तास् योगः रस् रीच इत्यनेन तास् प्रत्ययस्य सकारलोपः ता योगः रस् तारस् इति आगच्छति ससजुषोरुः इत्यनेन सकारस्य ऋत्वम् आगच्छति तत् अन्तिमसकारस्य कर्वसानयोः विसर्जनीयः इत्यनेन विसर्गः आगच्छति तत्तु ताश् योगः जि जि स्थाने रस् तास् योगः रस् रस् अत्र सूत्रात् रीचसूत्रेण सकारस्य लोपः भवति ता योगः रस् तारस् ससजुषोरुः कर्वसानयोः विसर्जनीयः कार्यं कृत्वा तारः इति आगच्छति ओके तत् परे तास् योगः अस्ति तद् तत् वदामि तास् योगः सि अत्र तासल्स्योर्लोपः इत्यनेन सकारस्य लोपः किं सकारस्य तास् सकारस्य लोपः तासि इति तिष्ठति तासस्योर्लोपः सूत्रं वदति तास् प्रत्ययस्य च अस् धातोः सकारलोपः भवति सकारे परे तासस्योः षष्ट्यन्तं लोपः प्रथमान्तं द्विपदमिदं सूत्रं सः त्यार्ध सूत्रम् इत्यस्मात् सीप् इत्यस्य अनुवृत्तिः सी इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुरूपसहितसूत्रं तास् अस्त्योः अङ्गस्य लोपः तत् तद् सः इति पुनः अत्रापि सूत्रेण सः उभयोः अनुवृत्तिः भूत्वा सः लोपः भवति. तस्य अनुवृत्तिः कति सः स्यार्धधातुके तत् कार्यं न करोति इति मन्ये. अनुवृत्तिः अस्ति भगिनि, सः इत्यस्य अनुवृत्तिः अस्ति, परन्तु अत्र सि एव अस्ति. अस्ति महोदय न दत्तवान् सः इत्यस्य तास् अस्योः अङ्गस्य सः लोपः सि इति भवति. लोपः सि, परन्तु सकारे परे एकनिमिषः भगिनि, एकनिमिषं प्रश्नं शृणोतु. सि परे अस्ति न, तदेव तिष्ठति सा लोपः. तत्र सि प्रश्नानि नहि आगच्छति, न आगच्छति. सि लोपः इति न उक्तमस्ति, भगिनी तत् विषयं न चर्चा करोमि. सः स्यार्धधातुके एतत् सूत्रस्य कारणम् एव नास्ति. अनुवृत्तिः भवति भगिनि, तस्मात् अनुवृत्तिः न, सि एव अस्ति अत्र. कुत्र अस्ति इत्यस्य अनुवृत्तिः? सहस्यार्धधातुके इति सूत्रात् अनुवृत्तिः, परन्तु कथं सि इति वदति? अत्र सि इति अनुवृत्तिः इति दत्तमस्ति खलु भगिनि. ऐ नो, बट् परन्तु अर्धधातुके सूत्रम् अत्र सन्ति, परन्तु मम भगिनि एकनिमिषं, सः स्यार्धधातुके इति सूत्रम् एवं पठनीयं, सः सि आर्धधातुके इति पठनीयम् इत्यस्मात् सि अस्ति अनुवृत्तिः, सः इत्यपि अनुवृत्तिः. अन्यच्च भगिनि, कदाचित् विभक्तिपरिमाणमपि भूत्वा आयाति. पूर्वतने सूत्रे षष्टिविभक्तिः स्यात्, अग्रिमे सूत्रे विभक्तिपरिमाणं भूत्वा सप्तमीविभक्तिरूपेणापि अनुवृत्तिः कदाचित् भवति एव. समानविभक्तित्वम् इति नास्ति, तत्र अनुवृत्तिः भवति. तथा एव तर्हि अग्रेपि पठतु. प्रश्नः अस्ति भगिनि, तास् अपि अस् धातुः, परन्तु सूत्रे तास् अस्त्योः कथम् अस्त्योः इति तत् अवगतं, परन्तु त अस्त्योः इति कथम् आगतम् भगिनि? अस्धातोः कार्यं नास्ति. तद् अवगच्छति भगिनि, तस्याः प्रश्नं भिन्नमस्ति. अस्ति इति एव धातोः उल्लेखः अस्ति भगिनि. अस्ति इति सिप् प्रत्ययं भूत्वा अस्ति धातोः इति सूचयितुम्, अस्धातोः इति सूचयितुम् अस्ति इति निर्देशः अस्ति. अस्तु अस्तु. वर्गे विद्याभगिन्या किमपि उक्तम्, इक्ष्टिपति किमपि उक्तं, तद् न अवगतं. सूत्रमस्ति तेन धातुनिर्देशेषु क्रियते. किं सूत्रं वदतु भगिनि एकवारं? धातुनिर्देशे इति सूत्रं वयं पूर्वं पठितवन्तः. तद् किं सूचयति इत्युक्ते, सामान्यतया सूत्रेषु विभक्तिः उल्लेखः भवति खलु, यत्र धातोः निर्देशः भवति पूर्वं परम् इति सूचयितुं विभक्तीनाम् आवश्यकः भवति खलु, किन्तु धातोः साक्षात् विभक्तिः भवति वा? न. तर्हि धातोः तु नामपदरूपेण, प्रातिपदिकनामपदरूपेण तस्य परिवर्तनं कृत्वा ततः विभक्ति प्रत्ययं योजयितुं शक्नुमः खलु. तर्हि तदर्थं केवलं सूत्रे निर्देशनार्थं इक् इति प्रत्ययः वर्तते, सिप् इत्यपि प्रत्ययः वर्तते. तर्हि किञ्चन भेदः वर्तते. इक् निर्देशस्य कश्चन उद्देशः अस्ति, शिप् शिप् इति प्रत्ययस्य निर्देश अन्यत् तर्हि उक्त्वा शिप् नाम प्रत्ययं भूत्वा प्रत्ययः भूत्वा तदनन्तरं तस्मात् विभक्तिः भवति तर्हि अत्र पश्यतु तास् अस्ति योः इति विभक्तिः योजितमस्ति खलु धातुः तर्हि तस्य तदर्थं धातुनिर्देशार्थं सूत्रेषु क्रियते. एतत् प्रत्ययः तद् धातोः अस् धातोः स्थाने सकारस्य लोपः भवति इति लोपः अवशिष्टानां किमपि इति पूरयति वा भगिनि? तत्तु सी तु अत्र सी प्रातिपदिकं या सी सु अस्ति न सु स एव सी तु किं विभक्ति आगच्छति सी इति मध्यमपुरुषे एकवचने आसीत् खलु न न न अत्र सी सी आर्धधातुके इति सः धातुके सी आर्धधातुके सी इति अन्यत् सकारे परे इति अग्रे अग्रे आगच्छति भगिनि सकारादिप्रत्यये परे इति भिन्नसूत्रमस्ति भगिनि अत्र विवक्षा नास्ति तदेव मम वादनं तु अत्र किम् आगच्छति ते तद् नास्ति अत्र इति साक्षात् सूत्रस्य प्रवर्तनं नास्ति भगिनि अनुवृत्तिः नास्ति अवशिष्टानां किमपि कार्यं नास्ति केवलं प्रत्ययोः मेलनं ते सर्वे पठामि सर्वे तास् योगः तास् योगः तास् योगः मी तास्मि तास् योगः वः तास्वः तास् योगः मः तास्मि. चेत् परस्मैपदेन बहु सरलमस्ति यत्र तृच् प्रत्ययः यथा तृच् प्रत्ययः अस्ति अस्माकं यत्र तु डारौ रसः इति भूत्वा ता तारौ तारः इति प्रत्ययः भवन्ति खलु. उदाहरणार्थं पठितृ शब्दस्य तृच् प्रत्ययस्य पठिता पठितारौ पठितारः इति भवति. समानरूपम् अस्ति लिट्लकारे अपि लुट्लकारे अपि पट् धातोः लुट्लकार प्रथमपुरुषरूपाणि भवति पठिता पठितारो पठितारः इति भवति. तदनन्तरं प्रत्ययः पश्यामः चेत् मध्यमपुरुषस्य एकवचने तासि इति योजयामः. अग्रे तु केवलं तास्तः तास्त तास्मि तास्वः तास्वः इति सरलानि सरलाः प्रत्ययाः वर्तन्ते खलु. तत्तु प्रातिपदिके एते एव दृष्टं न प्रातिपदिके नास्ति धातुभ्यः विधि प्रातिपदिके एते एव कः दारोरसः नास्ति खलु भगिनि नामपदानामेव प्रातिपदिकं भवति प्रत्ययाः वर्तन्ते. एतत्तु प्रत्ययः इदानीं पठि उक्तं न पठिता पठितारौ पठितारः तत्र तु तृच् प्रत्ययः भवन्ति सामान्यतृच् इत्यस्य रूपं समानं भवति तावदेव भिन्नप्रत्ययः किन्तु रूपं समानं साम्यम् भवे भगिनी इक्ष्टिपौ तत् सूत्रं चाट् मध्ये प्रेषयति किं कृपया? आं भगिनि सम्यक् धन्यवादः. आत्मनेपदे संज्ञक किं प्रत्यये सिद्धिः आत्मयपदीनां त आतां ज इति भवति खलु. तर्हि तदनन्तरं थ आतां ज इति तिङ् प्रत्ययाः वर्तन्ते. अनन्तरं श्यतासि लुल्टौः इति सूत्रेण तास् आदेशः भवति. तर्हि तास् योगः त इति प्रथमपुरुषे एकवचने. अत्र किं भवति पुनः लुटः प्रथमस्य डारोरतः इति समानकार्यमस्ति. तास् योगः डा भवति चुटु इत्यनेन डकारस्य संज्ञालोपश्च तास् योगः अ इति भवति. तेः इत्यनेन तास् प्रत्ययस्य टित् प्रत्यये डित् प्रत्यये परे ति भागलोपः स्यात् किन्तु धातोः भसंज्ञा न भवति साक्षात् भसंज्ञा न भवति. यदि भसंज्ञा आसीत् चेत् तस्य लोपः भवति स्म. अत्र टि भागलोपो न भवति चेत् डा प्रत्यये डित्वं निष्प्रयोजनं भवति इति कृत्वा यद्यपि बसज्ञा नास्ति तथापि अत्र विशिष्टकार्यरूपेण अत्र डि डा इति पाणिनिना लिखितसामर्थ्यात् लिखित्वसामर्थ्यात् वयं यद्यपि बसज्ञः नास्ति धातुः तथापि वयम् अस्य तेः इत्यस्य सूत्रस्य प्रवर्तनं कृत्वा वयम् अत्र इत्ययोगः आ सा इति प्रत्ययं निष्पादनं कुर्मः. तर्हि परस्मैपदीनामपि लुट्लकारे परस्मैपदीनामपि ता तारो तारः अत्र आत्मनेपदीनामपि समानानि भवन्ति. तर्हि अग्रे तु तास् योगः आताम् इत्यस्मिन् तास् योगः रौ रीच इत्यनेन तास् प्रत्ययस्य सकारलोपः रीच इत्यनेन तर्हि तारौ समानमस्ति. तास् योगः ड च युटः प्रथमस्य गारौरस्थ इत्यनेन रस् आदेशः भवति. तास् योगः रस् रीच इत्यनेन तास् इत्यस्य सकारस्य लोपः तारस् इति भवति. तर्हि तारस् इत्यस्य ससजुषोरुः खरवसानयोर्निविसर्जनीयः इति सूत्रयोः तत्र तारः इति प्रत्ययः भवति. तर्हि ता तारौ तारः इति प्रत्ययः निष्पन्नः. अग्रे भगिनी पठति वा भगिनी विमला भगिनी? आं महोदय. तास् योग थास् थासः से इत्यनेन लिट् लकार टित् लकारस्य थास् स्थाने से आदेशः. तास् योगः से तासस्त्योर्लोपः इत्यनेन तास् प्रत्ययस्य सकारलोपः सकारे परे तासे इति रूपं सिद्ध्यति. थासः से सूत्र टित् लकारस्य थास् स्थाने से आदेशो भवति. थासषष्ट्यन्तं से लुप्तप्रथमान्तं द्विपदमिदं सूत्रं टित आत्मनेपदानां तेरे इत्यस्मात् टितः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं टितः लस्य स्थासः से इति. अत्र थास् योगः तास् योगः थास् अत्र टित् लकारस्य थास् स्थाने से आदेशः भवति. अपि च तासश्चोर्लोपः इत्यनेन सकारे परे तास् प्रत्ययस्य सकारलोपः भवति तेन तासे इति रूपं सिद्ध्यति. समीचीनं भगिनि. अग्रे पठामि किम्? तास् योगः आथाम् टित आत्मनेपदानां तेरे इत्यनेन टित् लकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां टी भागस्य स्थाने एकार आदेशः तासाथे इति. अत्र टित आत्मनेपदानां ठेरे टित् लकाराणाम् इत्युक्ते अत्र लुट् लकारः अस्ति टित् अस्ति स्थाने टित् लकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां टी भागस्य स्थाने एकारादेशो भवति. टितः षष्ट्यन्तम् आत्मनेपदानां षष्ट्यन्तं तेः षष्ट्यन्तम् ए लुप्तप्रथमान्तम् अनेकपदमिदं सूत्र लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं टितः लस्य आत्मनेपदानां तेः ए इत्युक्ते लुट् लकारः टित् अस्ति अस्माकं विवक्षा अस्ति आत्मनेपदानां कृते विषये टित् लकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानाम् अत्र आत्मनेपदसंज्ञकप्रत्ययः अस्ति आथाम् इति. टी भाग आम् अस्ति तत् सम्यक् वा भगिनी? आम् स्थाने एकारादेशः भवति तेन तासाथे इति रूपः सिद्ध्यति. तास् योगध्वं टित आत्मनेपदानां तेरे इत्यनेन टित् लकाराणां स्थाने वीतानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां टी भागस्य स्थाने एकारादेशः तास् द्वे. धी च इत्यनेन सकारलोपो भवति ताद्वे. धीच सकारस्य लोपो भवति धकारादिप्रत्यये परे धीचसप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं रात्सस्य इत्यस्मात् सस्य इत्यस्य अनुवृत्तिः संयोगान्तस्य लोप इत्यस्मात् लोप इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं धीच सस्य लोपः अत्र धीच इति सूत्रेण तासः परे ध्वम् आगच्छति तेन सकारलोपो भवति धकारादिप्रत्यये परे ध्वम् इत्यस्य टी भागलोपः भूत्वा ए आदेशः भवति ताध्वे इति रूपः सिद्ध्यति पठामि किं भगिनि अन्य कोऽपि पठति सरला भगिनि तास् तास् योग इ तित् आत्मना आत्मने पदानां तेरेः इत्यनेन टी भागस्य ऐत्वं तास् योग ए हर् एति इत्यनेन सकारस्य स्थाने हकार आदेश ताहे इति भवति इदानीं तास् योग इ इति अस्ति टि इति भवति उत्तमपुरुष एकवचने मूलप्रत्ययः तस्य स्थाने आगच्छति इ चित् आत्मना आत्मने पदानां तेरे तु इ तस्य टि भागस इत्यस्य लोप एव भवति इदानीं तस्य स्थाने एकार आगच्छति चित् आत्मने पदानां तेरे इति सूत्रेण तास् योग ए पुनः ह एति सूत्रेण ए स्थानस्य स्थाने हकार आगच्छति सो ताहे इति भवति सकारस्य रूपः भवता प्रथमं सूत्रं पठामि ह एति तास्योः सकारस्य हकार आदेशो भवति एति परे ह प्रथमान्तम् एति सप्तमान्तं द्विपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः सो तास् यदि अस्ति तास् अस् द्वयोः तास् अस्ति इति तस्तास् त्योः अत्र स्थिपानिर्दिष्टमस्ति धातु सो तास् प्रत्यय अस् धातुः सकारस्य हकार आदेश भवति एति परे यदि एत् परे अस्ति सो तास् योग ए अस्ति तस्य सकारस्य स्थाने हकार आदेश भवति सो ति ताहे इति भवति तत्र सो ह एति अस्ति सूत्र तदनन्तरम् इति अस्ति प्रथमा उत्तमकोश एकवचने उत्तमकोश बहुवचने तास् योगवहि पुनः बहुवचन द्विवचने अस्ति वहि तित् आत्मना पद इस् वहीं वसि नकारस्य हलन्त्यनेन संज्ञा भवति तो वहि अवशिष्यते तित् आत्मना आत्मने पदानां चेरे अनेन टी भागस्य लोप सो टी भागस्य भवति ईकार परे अन्तिम अचुवर्णः अस्ति तस्य लोप भवति तस्य स्थाने एकार आगच्छति तो वहे भवति तास् वहे तथैव तास् योगमहि प्रथममहीं पुनः ङकारस्य हलन्त्यनेन अनुबन्धत्वं तदनन्तरं महि चित् आत्मने पदानां चेरे अनेन ई भागस्य लोप तस्य स्थाने एकार आगच्छति सो तास् महे इति भवति अग्रे पठामि वा अन्यत् कोऽपि पठति वा अत्र प्रश्नः अस्ति सरला भगिनी तास्योः इ तास्योः द्वम् अत्य अत्र सकारः रीचसूत्रमपि नास्ति तास्योर् सूत्रमपि न कार्यं करोति कथं सकारलोपः भवति अत्र अत्र उक्तमासीत् खलु तास् परे तु तास् अस्ति रो लोपः इति सूत्रेण सकारस्य लोपः यस्मिन् धीच इति सूत्रेण न महोदय तासस्योः सूत्रेण सकारलोपो भवति परन्तु अत्र प्रत्ययः भवति इ एव अस्ति द्वम् अपि अस्ति इत्यस्मिन् धी च इति सूत्रेण महोदय सकारस्य लोपस्य कारणमेव अहं धीच इति सूत्रेण अत्रैव दत्तमस्ति खलु धीच अस्ति द्वं भवति दकारादि प्रत्यये परे ओ दकार धीच परन्तु तत्र स्थाने हकार आगच्छति आदेशः अस्ति सकारस्य स्थाने ह इति सूत्रमस्ति तत्र सकारस्य स्थाने हकार आदेशः अस्ति ओके ओके ह इति परे धन्यवादः धन्यवादः भवानेव पठति वा महोदय अग्रे अग्रे कृपया अस्तु अत्र ठी भागस्य परे ठी भागस्य परे हकारः आगच्छति आश्रिते अस्ति न तत् तत् कारणात् न भगिनि न न एति परे इति परे केवलं सकारस्य एव भगिनि तास्योः एव टि भागस्य नास्ति टि भागः अत्र हे अस्ति न तत्तु टि भागस्य टि भागस्य नास्ति भगिनि तदेव वदन्ती अस्मि एति इति सूत्रं पश्यतु तासस्योः इति इत्युक्ते तास् प्रत्ययस्य अस्ति इति अर्धातोः च सकारस्य हकारादेशो भवति एति परे इति अत्र तु टि भागः न उक्तः खलु केवलं सकारादेशः सकारस्य दासस्योः सकारस्य हकारादेशः भवति हः प्रथमान्तं हा तत्र अङ्गस्य ह इत्यस्य हा सकारस्य टि भागः अत्र न उक्तः टी नागच्छति सम्यक् सम्यक् पठामि महोदय प्रश्नः भवति यत् श्वेतासि लिरु लिटोः इति सूत्रे तासि प्रत्यये इकारः उच्चारणतः नास्ति चेत् अलङ्क्यम् इत्यनेन तास् प्रत्ययस्य सकारः लोपो भविष्यति अत्र काशिकाकारः प्रतिपादयति सि नास्ति चेत् तास् इति अस्ति चेत् अलङ्क्यम् इत्यनेन सकारः लोपो भवति लोपो भवति बट् परन्तु अत्र किमर्थम् इति काशिकायां किं वदति इति पठामः आत्मनेपदे प्रथमपुस्तके एकवचने मन् धातुः तास्योः त लिटः प्रथमस्य डारो रसः मन् यः तास् यः डा टेः इत्यनेन तास् प्रत्ययस्य डित् बा प्रत्यये द्वितीयसामर्थ्यात् टिबाः लोपः मन् यः त यः डा मन्त् यः अणिदितं हल उपदयः इत्यनेन अणिदितं हलन्तानाम् अङ्गानाम् उपदयः नकारः लोपो भवति इति नीति प्रत्यपरे उपदयांशितस्य नकारस्य लोपो भविष्यति यः अनिष्टः देयं यत् अत्र मन्त् इत्यस्य धातुसमयः नास्ति परन्तु अणिदितां हल उपदयः कृतिनीति इति सूत्रे धातुसंज्ञिका न अपेक्षितः केवलम् अनिदित् हलन्तम् अङ्गम् अस्य नकारस्य लोपस्य निवारणार्थं काशिकायाम् अस्ति इदित् कर्णं मनुस् नासिके लोपो प्रतिषेधार्थं मन्त एतदर्थं तासि इति उक्तम् अत्र मन् धातुः मन् यः तास् यः त मन् त स्थाने ड आदेशः अतः तास् प्रत्ययस्य डित् प्रत्यये परे द्वितीयसामर्थ्यात् तिबः लोपो भवति इत्युक्ते तास् इत्यस्य आस् आस्ता लोपो भवति मन् यः त यः ड अनन्तरं ड इत्यस्य चुटु इत्यनेन ड लोपस्य अनन्तरं मन्त् योः इदानीम् अनितं हल उपदया प्रतिनिधि सूत्रेण नकारस्य लोपो भवति परन्तु अनिष्टः इति अत्र दत्तम् अद्य लोपस्य निवारणार्थं काशिका वदति इदित् अनुनासिको इदित् करणम् अनुनासिकलोपो प्रतिषेधार्थम् इति दत्तम् इति कारणस्य निवारणस्य कारणम् अनुनासिकवर्णः इति चेत् इत्यस्य लोह एव लोपो भवति प्रतिषेधार्थम् इति अहम् अत्र प्रश्नः द्वि अस्ति मम अर्थे अनीतम् हलोपधयः इति सूत्रं वदति उपधायाः अंशस्य नकारस्य लोपो भवति धातुसंयुका न अपेक्षिता अत्र केवलं किटिङ् इति प्रत्यये परे अङ्गस्य उपधा यत् अस्ति यत्र अङ्गम् इदित् नास्ति चेत् इदित् इत्युक्ते इकारस्य इत्संज्ञा न जातम् अत्र मन् धातोः तु इकारः न आसीत् खलु मन् इति एव धातुः अस्ति खलु मन् इति साक्षात् सः धातुः अस्ति मन् इति धातुः अस्ति इति मन्ये तत्र तु इकारः नास्ति मणि इति न उक्तं खलु तु मणि इति नास्ति मणि इति नास्ति इति कृत्वा तत्र इकारस्य इत्संज्ञा तु न जातः इति कृत्वा अनिदित् धातुः भवति तर्हि तादृश अनिद् धातोः किं भवति यत्र किटिङ् इति प्रत्यये परे तस्य उपधा यः नकारः अस्ति तस्य लोपः भवति इति तर्हि मन्त् इति स्वीकृत्य अङ्गम् इति स्वीकृत्य यद्यपि अधुना धातुः नास्ति मन् योगः इत् भूत्वा मन्त् इति अङ्गं भूतं जातं तदा तु उपधायां यः नकारः अस्ति तस्य लोपः भवति खलु किटिङ् इति प्रत्ययपरे आकारः तु पित् अपि नास्ति पित् नास्ति खलु तर्हि अपित् अस्ति कित् अस्ति अपित् अस्ति इति कृत्वा किम् अस्ति अपित् अस्ति इति कृत्वा वा अत्र किं भवति नित् इति किं भवति डा इति अस्ति अस्ति खलु आमां मम प्रश्नः अस्ति अनीता मलोपदया कृतिनीति सूत्रं धातु न अपेक्षिता मन्त् इति मन्त् इति अत्र धातु नास्ति धातोः प्रत्ययस्य योजनेन तास् इति प्रत्ययः अस्ति खलु प्रत्ययस्य योजनेन धातुत्वं त्यजति खलु अङ्गं भवति यावत् योजनं न भवति तावद् तद् धातुः तिष्ठति किन्तु यदा प्रत्ययेन सह तस्य योजनं भवति तदा तु धातुत्वं धातुसंज्ञां त्यजति अङ्गसंज्ञां स्वीकरोति तर्हि अधुना अङ्गं भवति खलु मन्त् इति अङ्गं तर्हि सूत्रं वदति यत्र धातुसंज्ञा नास्ति अत्र कार्यं करोति सूत्रे धातुसंज्ञा इति किमपि न उक्तम् अस्ति केवलम् एवम् उक्तम् अस्ति अनिदिताम् अनिदितङ्गानाम् उपधायाः यः नकारः अस्ति तस्य तु हलुपदाय तस्य तु नितिप्रत्यये परे लोपः भवतु इति इति अहं पाठामि ह्य इति सूत्रे धातुसंज्ञा न अपेक्षिता केवलम् अनिदित् हलन्तम् अङ्गम् इत्युक्ते अहं पृच्छामि तत्र लोपः भवति इति अहं मम किन्तु तस्य निवारणार्थमेव अग्रे उक्तमस्ति तर्हि तस्य निवारणं कर्तव्यं खलु तर्हि यदि लोपः भवति चेत् अनेन सूत्रेण किं भवति रूपम् मता इति रूपं साधयामः तत्तु दोषाय भवति खलु मन्ता इति साधनीयं तर्हि तदर्थमेव अस्माकं प्रथमप्रश्नः किम् आसीत् महोदय अत्र स्यतासि लुल्टोः इति पश्यतु तत्र किम् अस्ति स्यतासि इत्यस्मिन् किम् अस्ति स्य प्रत्ययः अनन्तरं तासि प्रत्ययः अस्ति वाणिनेन किमर्थं तासि इति किमर्थं योजितम् इति प्रश्नः अस्ति अवगच्छति वा प्रश्नः प्रथमप्रश्नः अस्ति स्यप्रत्ययः तासि प्रत्ययः इति उभयोः इतरेतरद्वन्द्वः भवति स्यतासि इति दीर्घीकारः भवति किन्तु मूले किमस्ति अत्र स्यप्रत्ययः तासि प्रत्ययः इति अस्ति तर्हि किमर्थं केवलं पाणिनिः तास् नो चेत् ता इति प्रत्ययं किं भवति केवलं यदि इकारः उच्चारणार्थः नास्ति चेत् यदि केवलम् इकारः उच्चारणार्थः नास्ति चेत् तास् इत्यस्य सकारः लोपः भविष्यति खलु तर्हि उच्चारणार्थः नास्ति अत्र तस्य उद्देशः अन्यः अस्ति किमर्थं पाणिनिः ईत् योजितवान् इत्यस्य उद्देशः किम् अस्ति किम् इत्युक्ते तदर्थमेव अग्रे पश्यामः. अग्रिमवाक्ये उक्तमस्ति यत्र मन्त् इत्यस्मिन् साक्षात् पश्यामः चेत् तासि प्रत्ययः अस्ति खलु, तासि अङ्गम् अस्ति. तर्हि मन्त् इति तासि अङ्गम् अस्ति, तस्य तु मन्द् इति आहत्य मन्दातुः प्लस् तासि इति प्रत्ययस्य योजनेन मन्तासि इति भूतं खलु. तस्य तु इकारस्य रूपम् अनन्तरं कुर्मः चेत् अधुना इदित् भवति, भवति इदित् अङ्गम् अस्ति चेत् अनिदितां फलोपदायाः निति इति सूत्रस्य प्रसक्तिः अस्ति वा? अनिदितामेव अस्ति खलु, न भवति. पाणिनिः तत्र इकारः योजितवान्, उद्देशमेव योजितवान्, केवलम् उच्चारणार्थं न योजितवान्, साक्षात् अस्य अस्य एवं करणार्थं तत्र इदित् यत्र नित् नितिधा प्रत्ययः परे भवति तस्य उपधावर्णः, अङ्गस्य उपधावर्णस्य लोपः मा भवतु इति कृत्वा पाणिनिः स्यतासि लृतोः इत्यस्मिन् तासि इति प्रत्ययं कृतवान्, तासित्ययं न कृतवान्, तासि इति एव प्रत्ययं कृतवान्. तदेव अत्र अन्ते उल्लिखितमस्ति इदित् करणं, किमर्थं तास् प्रत्ययः इदित् कृतवान् इत्युक्ते इकारः किमर्थं योजितवान्, इदित् करणम् अनुनासिकलोपप्रश प्रतिषेधार्थम्. अनुनासिक अङ्गं किमपि अस्ति चेत् अनुपदायाम् अनुनासिकवर्णः अस्ति चेत् तस्य लोपप्रतिते प्रतिषेधार्थं तस्य लोपः मा भवतु इति कारयितु. प्रतिषेधार्थं मा भवतु वा, मा भवतु इति प्रतिषेधः इत्युक्ते मा भवतु इति. बहु समीचीनं पठति, धन्यवादः महोदय, स्पष्टं भवत् तावत्पर्यन्तमेव कृतवन्तः. अपि न कृतम् मन्ता न कृतं, तत् समीचीनम्. भगिनी अत्र चाट् मध्ये प्रेषितवती अत्र भुआदिगणे इति तत्र तस्मिन् उक्तमस्ति, तदनन्तरम् इतोपि तस्मिन् विषये इक् प्रत्ययः किमर्थं, कुत्र इक् प्रत्ययस्य निर्देशः, कुत्र स्टिप् प्रत्ययस्य निर्देशः, किमर्थं भिन्नप्रत्ययानां योजनं खलु, एकमेव प्रत्ययम् उपयुज्य सर्वत्रापि धातोः निर्देशं कर्तुं शक्यते खलु पाणिनिः, किमर्थं तत्र रूप प्रत्ययद्वयं किमर्थं स्वीकृतवान् इति प्रश्नः आयाति खलु. अग्रे अहं योजयामि तस्मिन् विषये करपत्रे वर्तते. यङ्ग् लुक् तस्य कार्यं न भवति इति अस्ति अत्र अहं योजयामि. कारिका अपि वर्तते, तत् पठति चेत् अत्र प्रसारणमपि न भवति, एक सूत्रमस्ति तस्य किं भगिनि प्रसारणं यदि तत्र एक प्रत्यय निर्दिष्टा भवति तत्र किं भेदमस्ति कारणं तदेव वदति खलु. आमां यङ्गिलुकि कार्यं न भवति अत्र, अनन्तरं कुत्रचित् अन्यत्र अपि कार्याणि सन्ति तदर्थमेव करपत्रं स्वीकरोति. कारिका तु मया पूर्ण स्मरामि कृता एव आदौ घण्टस्य कृतवती. कृपौ धातु निर्देशे अस्मिन् विषये अनन्तरं कारिकां प्रेषयामि भगिनि. अत्र यङ्ग्लुगन्तदातवः इत्यस्मिन् करपत्रे वर्तते किन्तु कुत्र अस्ति इति प्रष्टुम् एतत् वादिगणे वा इक्षिपौ तत्र तत्रैव करपत्रे महोदय विवृतवान् आसीत् प्रथमम् किमस्ति तत् न किमस्ति सम्यक् एकनिमिष भगिनि, डोण्ट् हेङ्ग् अप्. शकारस्य पूर्णतया नास्ति. अस्तु, इक्ष्टिपौ, ते सर्वे क च त, इक्ष्टिपौ धातुनिर्देशे वक्तव्यम्. अस्तु अस्तु भगिनि, धन्यवादः. धन्यवादः भगिनि. स्थगयामि ननु, नो चेत् मुद्रणं